समोहं सर्वभूतेषु न मे द्वेषोऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते मामनन्यवा साधुदेव समन्तव्यः सम्यग् व्यवसितो हि सः क्षिप्रम् भवति धर्मात्मा शश्वचन्तिम् निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति माम् हि पार्थव्यमाश्रित्य येऽपि स्युः पापयोनयः श्रीयो वैश्यास्तथा शूद्रा स्तेऽपि यान्ति पराम् गतिम् किम् पुनर्ब्राह्मणः पुण्या भक्ता राजर्षयस्तथा आयित्यमसुखम् लोकम् इमम् प्राप्य भजस्व माम् मन्मनामवमद्भक्तो मद्याजीमाम् नमस्कुरु मामे वैश्यसि युक्तेव मात्मानम् मत्परायणः इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगृहयोगो नाम नवमोऽध्यायः।